अस्तु, सर्वेषां स्वागतम्। अत्र न्यायवर्गः अस्ति, शनिवासरस्य न्यायवर्गः, यत् सामान्यतया शुकवन् महोदय चालति, अद्य अहं विद्याशङ्कर् चालयामि। अद्यतनविषयः अस्ति विषयत्वसम्बन्धस्य वृत्तिनियामकत्वे विवादः इति प्रथमबिन्दुः। मूलविषयः अस्ति आत्मनिरूपणम्। कोऽपि स्मरति वा आत्मनः लक्षणं किम् इति? तावदेव, किमपि पृच्छामि, कति पूर्वतनवर्गे वृत्तिनियामकत्वम् इति विषये भवद्भिः पठितं खलु, वृत्तिनियामकत्वम् इत्युक्ते किम्? इत्युक्ते किं श्रीराम् महोदय वदति वा? प्रयत्नं करोमि महोदय। वृत्तिनियामकत्वम् इत्युक्ते वृत्ति इति पदम् आधेयं सूचयति, तत्र नियमः अस्ति। यदा संयोगसम्बन्धः, समवायसम्बन्धः, एतादृशसम्बन्धः स्वीकुर्मः, उदाहरणेन नीलः घटः इति स्वीकुर्मश्चेत् तत्र नील इति गुणः अस्ति, घटः इति घटः इति द्रव्यमस्ति, तयोः मध्ये समवायसम्बन्धः अस्ति, तदा आदेयः सर्वदा गुणः भवति, आधारः द्रव्यं भवति, अत्र नियमः अस्ति। यत्र एतादृशः संयोगसम्बन्धः, समवायसम्बन्धः नियमः अस्ति, तद् वृत्तिनियामकत्वम् इति वदति। सम्यक् अस्ति, किञ्चित् वदामि। तत्र नीलत्वम् इति गुणः खलु, नीलः वा नीलत्वम् इति गुणः, गुणः गुणिनि समवायसम्बन्धेन अस्ति, यथा महोदय भवता उक्तं। तत्र अयम् अत्र अस्ति, गुणः द्रव्ये अस्ति, तत्र गुणः आधेयः, द्रव्यः आधारः, द्रव्यः अधिकरणं, तत्र आधार आधेयभावः अस्ति खलु। यत्र आधार आधेयभावः अस्ति तत्र वृत्तिनियामकत्वम् अस्ति, वृत्तिनियामकत्वम् इति वदामः इति अस्माभिः संयोगसम्बन्धः, समवायसम्बन्धः, स्वरूपसम्बन्धः, कालिकसम्बन्धः, कालिकसम्बन्धः, चत्वारसम्बन्धाः ये सन्ति तेषु वृत्तिनियामकत्वम् अस्ति। किमर्थं? तत्र आधार आधेयभावः दृश्यते, निश्चितं भवति, किं कुत्र अस्ति, किं कस्मिन् अस्ति इति निश्चितं भवति, अस्माभिः सम्यक् ज्ञातं भवति। तर्हि अत्र पञ्चमः सम्बन्धः अस्ति विषयतासम्बन्धः। किमर्थं विषयतासम्बन्धः? ज्ञानं विषयतासम्बन्धेन द्रव्ये अस्ति, घटे विषयता अस्ति, ज्ञानं विषयतासम्बन्धेन घटे अस्ति, घटः विषयितासम्बन्धेन ज्ञाने अस्ति, ज्ञाने अस्ति, सत्यं, साधु, सत्यं महोदय। सर्वैः अवगतं वा? भानुमहोदय अवगतं, शिवरां महोदय, सीमा भगिनी? आं महोदय, अवगतं महोदय। अस्तु महोदय, सूत्ररूपेण वक्तुं चेत् कथं वदनीयं महोदय वृत्तिनियामकत्वं किं महोदय? सूत्ररूपेण, सूत्ररूपेण वा, अल्पाक्षररूपेण वक्तुं चेत् कथं वदनीयं महोदय वृत्तिनियामकत्वम्? अस्तु, तत्र यत्र आधार आधेयभावः निश्चितं भवति, निश्चितः भवति, यस्मिन् सम्बन्धे आधार आधेयभावः निश्चितः भवति स च सम्बन्धः वृत्तिनियामकः तस्मिन् सम्बन्धे वृत्तिनियामकत्वम् अस्ति खलु आं महोदय धन्यवादः वृत्तिः इत्युक्ते आधेयता नियामकः इत्युक्ते अवच्छेदकः नियमेन भवति इति वृत्तिनियामकत्वं संयोगसम्बन्धे समवायसम्बन्धे स्वरूपसम्बन्धे कालकसम्बन्धेषु भवति इति पूर्वं साधितम् अद्यतनविषयः अस्ति विषयतासम्बन्धः इति नूतनसम्बन्धः ज्ञानविषये आगतः स च सम्बन्धः अस्मिन् सम्बन्धे का स्थितिः वृत्तिनियामकत्वम् अस्ति वा नास्ति वा इति प्रश्नः तत्र शीर्षकः यदस्ति अत्र शीर्षकं पश्यतु तत्र विषयत्वसम्बन्धस्य वृत्तिनियामकत्वे विवादः इति उक्तं खलु तर्हि श्रीराम् महोदय अग्रे पठति वा प्रथमं परिच्छेदं प्रश्नः अस्ति वा महोदय प्रश्नः अस्ति वृत्ति इत्युक्ते आधेयता एवं च नियामक इत्युक्ते अवच्छेदकता इति भवता उक्तम् अन्तिमे परिच्छेदे तन्नियमकाः तदवच्छेदकाः इत्यर्थः अत्र तद् इत्युक्ते किं वृत्तिः ओके वृत्तयः नियमकाः किन्तु तत्र पश्यतु वृत्तिनियामकाः इति उच्यन्ते इति पूर्वस्मिन् वाक्ये अस्ति खलु तस्य वाक्यस्य स्थूलाक्षरैः यत् अस्ति तस्य विवरणं वृत्तिः इत्युक्ते आजयत तन्नियामकाः वृत्तिनियामकाः इत्युक्ते तत् अवच्छेदकाः वृत्ति अवच्छेदकाः इति अर्थः किन्तु अवच्छेदकस्य अत्र प्रयोजनं किं तद् न अवगच्छामि आधाराधेयभावः अस्ति निश्चितं यत्र तत्र वृत्तिनियामकत्वम् इति उच्यते किन्तु अत्र अवच्छेदकस्य प्रयोजनं किं महोदय अत्र अवच्छेदकस्य अवश्यम् अग्रे आगच्छति यतोहि तत्र आधेयतायाः अवच्छेदकता भवेत् नो चेत् कथं वाक्ये वयं वदामः तद् आधेयता कुत्र अस्ति इति आधेयता आश्रयः एषः इति तत्र अवच्छेदकतायाः यत् न्यायशास्त्रं शास्त्रस्य शैली अस्ति तत्र अवच्छेदक इति पदम् उपयुज्य एव ते वदन्ति आधेयता अवच्छेदकता अवच्छेदकता सम्बन्ध अवच्छिन्न आधेयता इति तादृशवाक्यमस्ति खलु शास्त्रीयवाक्यं तत्र अवच्छेदकपद अवच्छेदकधर्मस्य उपयोगः भवति अग्रे आगच्छति श्रीराम् महोदय प्रथमं परिच्छेदं पठितुमिच्छति वा एक संशयः तत्रैव मम संशयः अपि अस्ति तन्नियामकः अत्र कीदृशसमासः महोदय तत्र वृत्तेः नियामकः वा तन्नियामकः तस्याः नियामकाः वृत्तेः नियामकाः वृत्तेः नियामकाः अस्तु वृत्तेः नियामकाः वृत्तेः अवच्छेदकता विषयत्वसम्बन्धस्य वृत्तिनियामकत्वे विवादः सर्वमपि इदं विवरणं विषयतासम्बन्धम् उपक्रम्य कृतं यथा च संयोगादिसम्बन्धैः अयमत्र वर्तते इति आधाराधेयभावसाधकः प्रत्ययः भवति तथा विषयतास्थले अपि प्रत्ययः भवति इति नैयायिका नैयायिकमूर्धन्यानां गदाधरभट्टाचार्यानाम् आशयः विषयतासम्बन्धेन घटे घटविषयकं ज्ञानं वर्तते विषयतासम्बन्धेन आत्मविषयकं ज्ञानं आत्मनि वर्तते इति प्रत्ययः समीचीना एव तथा च वर्तते इत्येवम् आकारः अस्ति इति विषयतासम्बन्धस्थलेऽपि आधाराधेयभावः भवति. अतः सोऽपि वृत्तिनियामकः इति भट्टाचार्याणां ग्रन्थदर्शनेन अवगच्छामः. अस्माभिः पूर्वस्मिन् पाठे अधीतं यत् वृत्तिनियामकाः संयोगादिसम्बन्धैः अयम् अत्र वर्तते इति आधारादेयभावः यत्र अस्ति तत्र वृत्तिनियामकः भवति. इदानीं ज्ञानस्य विषये चर्चा अस्ति. तत्र गदाधरभट्टाचार्याणां मत अनुसृत्य ज्ञानस्य विषये अपि ज्ञानम् आत्मनि वर्तते इति स्वीकृत्य ते वदन्ति तत्र वृत्तिनियामकत्वं आधारादेयभाव अस्ति इति स्वीकुर्वन्ति. ततः वृत्तिनियामकत्वं तत्र भवति इति. अत्र उदाहरणद्वयं लिखितं खलु, गदाधरभट्टाचार्याणाम् प्रथमं पठतु विषयतासम्बन्धेन घटे. विषयतासम्बन्धेन घटे घटविषयकं ज्ञानं वर्तते. तत्र घटे घटे ज्ञानं वर्तते विषयतासम्बन्धेन. विषयतासम्बन्धेन आत्मविषयकं ज्ञानम् आत्मनि वर्तते इति प्रत्ययः समीचीना एव. यदा घटे विषयतासम्बन्धेन ज्ञानं वर्तते तथा आत्मनि विषयतासम्बन्धेन ज्ञानं वर्तते इति वक्तुं शक्यते इति आचार्यस्य मतम्. तथा उदाहरणद्वयमस्ति खलु. प्रथमे उदाहरणे अयं घटः इति ज्ञानम्, अयं घटः इति ज्ञाने घटः विषयता, घटे विषयकं घटविषयकं ज्ञानं तत्र भवति. अपि च द्वितीय उदाहरणे अयम् आत्मा इति ज्ञानं, तस्मिन् ज्ञाने आत्मविषयकं ज्ञानं, यथा पूर्वम् अयं घटः तत्र घटविषयकं ज्ञानम्, अयम् आत्मा इति आत्मविषयकं ज्ञानं, तदपि विषयतासम्बन्धेन आत्मनि वर्तते इति प्रत्ययाः समीचीना एव इति एकं मतम्. तत्र घटविषयकं ज्ञानं वर्तते, अयं घटः इति ज्ञानं घटे विषयतासम्बन्धेन वर्तते इति वा महोदय? घटविषयकं ज्ञानं घटे विषयतासम्बन्धेन, ज्ञाने विषयितासम्बन्धेन. सत्यं. तत्र पूर्वस्मिन् पुटे द्वाषष्टितमे पुटे द्वितीय तृतीयपरिच्छेदः अन्तिमवाक्यं घटे ज्ञानस्य विषयता वर्तते. हा, तद् ज्ञानं विषयतासम्बन्धेन घटे वर्तते. घटे वर्तते तथैव. तदेव अत्र घटविषयकं ज्ञानं, तत्र आत्मविषयकं ज्ञानमस्ति, तत् ज्ञानम् आत्मनि वर्तते विषयतासम्बन्धेन समानम् समानरीत्या इति तेषां मतम् आचार्यस्य मतमस्ति. वृत्तिनियम अतः सोऽपि वृत्तिनियामकः इति भट्टाचार्याणां ग्रन्थदर्शने अवगच्छामि. तस्मात् पूर्वं वाक्यं तथा च वर्तते, तथा च वर्तते, तथा च वर्तते इति एव आकारः अस्ति इति विषयतासम्बन्धस्थलेऽपि आधारादेयभावः भवति. तत्रापि ज्ञानम् आत्मनि वर्तते इति आकारः अस्ति वा तादृशं वा? अत्र तथा च वर्तते अत्र वर्तते इति पदं स्थूल अक्षरैः लिखितं खलु. किमर्थम् इत्युक्ते वर्तते इति पदं न्यायशास्त्रे पारिभाषिकपदमस्ति. सामान्यतया वर्तते इत्युक्ते अस्ति इति सामान्यतया वयं वदामः. तत्र पर्वतः वर्तते इति अस्ति इति अर्थे वयं वदामः सामान्यतया. किन्तु न्यायशास्त्रे वर्तते इत्युक्ते न केवलम् अस्तित्वं किन्तु आधार आदेयभावः भवेत्. अयम् अत्र वर्तते इत्युक्ते तत्र एकः आदेयः एकः आधारः आधार आदेयभावः अवश्यं भवेत्. नो चेत् वर्तते इति पदस्य उपयोगः न भवति. तदर्थम् अत्र उक्तं वर्तते इति आकारः अस्ति. ज्ञानं वर्तते, आत्मनि वर्तते, वर्तते इति पदस्य प्रयोगः भवति इति अस्मात् जानीमः. अत्र आधेयभावः सिद्ध्यते इति अवगन्तव्यं. तत्र विशेषसम्बन्धेन आधारादेयभावः भवति. अत्र वृत् इति धातुः सामान्यतया वर्तते इत्युक्ते अस्ति, किन्तु अत्र वर्तते इत्युक्ते वृत्तित्वम् अस्ति. वृत्तित्वम् अस्ति इत्युक्ते आधेयत्वम् अस्ति इत्युक्ते आधारादेयभावः अस्ति. नो चेत् वर्तते इति पदस्य उपयोगः न्यायशास्त्रे न भवति. पारिभाषिक टेक्निकल् शब्दः अस्ति खलु. शिवा भगिनी अपि बुद्धं वा? सम्यक्तया बुद्धं, धन्यवादः. अस्तु भानुमहोदय, किं शिवरां महोदय प्रश्नः अस्ति वा? साधु इत्युक्ते पारिभाषिकपदं तार्किकैः आकारः सूचयति इति महोदय सूचयति. आधारादेयभावः सूचयति. आधाराधेयभावः सूचयति महोदय. उत्नियामकत्वम् अयमत्र वर्तते इति तथा एव वक्तुं शक्नुमः. यत्र एकः आधारः एकः आधेयः निश्चितं भवति, सम्यक् ज्ञातं भवति महोदय. खलु अस्तु अस्तु. शिरा महोदय, भवतः किं सम्पर्के किञ्चित् ध्वनिः अस्ति, कृपया म्यूट् करोतु. यदा म्यूट् मध्ये एव भवामि, तदेव प्रश्नः सदा सर्वदा भवति. दूरवाण्याः प्रश्नः म्यूट् मध्ये भवामि. चिन्ता प्रश्नः अस्ति चेत् अवश्यं सम्पर्कं योजयतु. अग्रे अग्रे शिवरां महोदय, द्वितीयपरिच्छेदं पठति वा? न महोदय, अहं किञ्चित् गतरविवारे नास्तं, किञ्चित् वर्गे न आगतः, किञ्चित् अद्य शृणोमि. गतवर्गद्वयम् अहं नास्मि. एवं वा? एवम् अस्तु. तर्हि भानु महोदय पठति वा? आं महोदय, पठामि. श्रीमज्जगदीशतर्कालङ्काराणां मते तु श्रीमज्जगदीशतर्कालङ्काराणां मते तु संयोगेन यथा वर्तते इति प्रत्ययः जायते, तद्वत् ज्ञानस्थले वर्तते इति प्रत्ययः नैव जायते. यदि कस्यचित् भवति न सः समीचीनः. अतः आधेयाधारभावः विषयतास्थले नैव सिद्ध्यति. किं तर्हि इमौ सम्बद्धौ इत्येतावदेव घटविषयकज्ञानम् उत्पन्नं चेत् घटः ज्ञानञ्च विषयतासम्बन्धेन सम्बद्धे इति एतावत् मात्रम्. आत्मा नित्यः इति चेत् ज्ञानं तदा ज्ञानात्मानौ विषयता सम्बन्धेन सम्बद्धौ इति एतावत् मात्रम् एतावत् मात्रं वा महोदय? सत्यम् एतावत् मात्रम् इति एतावत् मात्रं महोदय. अन्यः कोऽपि तार्किकः आसीत् यस्य नाम श्रीमत् जगदीश तर्कालङ्कारः, तस्य मते तु संयोगेन यथा वर्तते इति प्रत्ययः जायते तद्वत् ज्ञानस्तदेव. किञ्चित् चिन्तनीयं महोदय मया. पश्यतु, भवान् जानाति संयोगसम्बन्धे संयोगेन यथा संयोगसम्बन्धस्य उदाहरणं किं? सामान्य उदाहरणं घटः भूतले अस्ति, घटः भूतले वर्तते. महोदय पुनरेकवारं वदतु महोदय, किञ्चित् शब्दम् आगच्छति. योर् इन्पुट् इस् इन्वेलिड् महोदय. अस्तु, संयोगसम्बन्धस्य सामान्य उदाहरणम् अस्ति भूतले घटः वर्तते इति. वर्तते, आं महोदय, घटः भूतले वर्तते. तर्हि कः आधारः, कः आधेयः अत्र? भूतलं तु आधारः, घटः तु आधेयः. इति प्रत्ययः यथा संयोगेन वर्तते, वर्तते पदेन जायते महोदय, तथा तद्वत् तावत् ज्ञानस्थले वर्तते इति प्रत्ययः, इति प्रत्ययः नैव जायते महोदय. ज्ञान घटयोः मध्ये तावद् नास्ति इति महोदय. हा, इति तेषाम् अन्यः घटभूतयोः मध्ये महोदय. यथा आधारः यदि कश्चित् भवति न सः समीचीनः महोदय. यदि कश्चित् तथा प्रत्ययः भवति न समीचीनः, न सम्यक् नास्ति, दोषः अस्ति. तर्हि अतः आधेय आधारभावः विषयतास्थले नैव सिद्ध्यति. वाक्यस्य अर्थम् तत् समीचीनः नास्ति यतोहि प्रत्यक्षं न भवति इति अर्थः अस्ति महोदय. न तथा न, अत्र घटविषयकज्ञानं यथा वर्तते तत् ज्ञानं प्रत्यक्षेन एव भवति खलु, घटः प्रत्यक्षेन दृश्यते खलु. किन्तु यदि कोऽपि वदति अत्र घटविषयकज्ञानं वर्तते तत्र न वक्तुं शक्नोति इति सः वदति. वर्तते इति पदस्य उपयोगं न भवेत्, मा भवेत्. यतोहि प्रत्यक्षं नास्ति, तद् मम प्रश्नः अस्ति. किं प्रत्यक्षमस्ति किन्तु आधारादेयभावः नास्ति. अस्तु, ज्ञानं घटे वर्तते, तत्र ज्ञानं घटे वर्तते, ज्ञानं तु द्रष्टुं न शक्नुमः महोदय. हा हा, सत्यं, ज्ञानं द्रष्टुं, ज्ञानं सत्यं, ज्ञानं जायते खलु, घटः दृश्यते, घटं दृश्यते, घटः दृश्यते, घटं पश्यामि, अयं घटः इति ज्ञानं जायते खलु. किन्तु ज्ञानं वर्तते इति न वक्तुं शक्नुमः. मम चिन्तनमस्ति यतोहि ज्ञानं प्रत्यक्षं नास्ति, ज्ञानस्य प्रत्यक्षं मनसि भवति किन्तु घटे ज्ञानं वर्तते तत् मदनेन किञ्चित् घटः भूतले वर्तते तादृश नास्ति, घटः अपि प्रत्यक्ष घटस्य प्रत्यक्षमपि भवति भूतलस्य प्रत्यक्षमपि भवति, किन्तु ज्ञानं घटे वर्तते इत्यस्मिन् वाक्ये ज्ञानस्य प्रत्यक्षं घटे नास्ति. तत् मम चिन्तनमस्ति, न जाने तत्तु सत्यं, तत् वक्तुं शक्नुमः, किन्तु अत्र तत् सः विषयः नास्ति. अत्र न्यायशास्त्ररीत्या विषयतासम्बन्धेन ज्ञानं घटे अस्ति, घटे वर्तते इति पूर्वस्मिन् पुटे अस्माभिः पठितं खलु. अतः तद् ज्ञानं विषयतासम्बन्धेन घटे वर्तते इति नैयायिकाः वदन्ति इति एकं मतम्, इति एकं मतम्. अपरं मतम्, ओहो ओहो तत्र वर्तते इति न जायते प्रत्ययः. किमर्थम्? अत्र आधार आधेयभावः विषयतास्थले न सिद्ध्यति. तर्हि किम् अग्रे अग्रे भानुमहोदय वदति किं तर्हि? भानुमहोदय अग्रिमे पुटे इमौ इमौ सम्बन्धौ इति एतावदेव, इमौ सम्बन्धौ इति एतावदेव. महोदय कृपया वदतु महोदय. इमौ इति इमौ इति कौ? इमौ द्वौ, घटः अपि च ज्ञानं, तौ सम्बन्धौ विषयता विषयतासम्बन्धेन घटः अपि च किं ज्ञानम् आत्मनि वर्तते खलु. केवलं विषयतासम्बन्धः इमौ सम्बद्धौ घटविषयकज्ञानं यथा भवति, घटः ज्ञानं च विषयतासम्बन्धेन सम्बन्धे. अग्रिमवाक्यमस्ति, यत्र घटविषयकज्ञानं भवति तत्र घटः ज्ञानं कीदृशः सम्बन्धः? तत्र आधारादेयभावः नास्ति, केवलं विषयतासम्बन्धेन तौ सम्बन्धौ सम्बद्धौ ते सम्बद्धे, घटः ज्ञानं च सम्बद्धे. केन सम्बन्धेन? विषयतासम्बन्धेन. तावदेव, तावद् मात्रं, न तु आधारादेयभावः. साधु आं महोदय, साधु महोदय. तदनन्तरं यद् वाक्यमस्ति तद् स्पष्टं करोति तस्य मतं किम्. आं महोदय, घटविषयकज्ञानम् उत्पन्नं चेत् घटः ज्ञानं च विषयतासम्बन्धं सम्बद्धे इति एतावत् मात्रम्, अन्यैः किमपि न ज्ञातव्यं तत्र. वृत्तिनियामकत्वं नास्ति महोदय तस्य मतम्. आत्मा नित्यः इति चेत् ज्ञानं तदा ज्ञान आत्मा ज्ञानात्मानौ विषयतासम्बन्धेन सम्बद्धौ इति एव तावत् मात्रम्. तत्रापि आत्मा यदस्ति ज्ञानं यदस्ति, आत्मा आधारः ज्ञानमाधेयः इति कोऽपि वृत्तिनियामकत्वं नास्ति इति तस्य मतं महोदय. सत्यं, तदा तावदेव, केवलं विषयतासम्बन्धमेव अस्ति ज्ञानम् आत्मनि अस्ति महोदय. अस्तु, सर्वैः अवगतम्? अग्रे सीमा भगिनी पठति वा? एवं एवं पदार्थोऽपि ज्ञाने विषयतासम्बन्धेन सम्बद्धः इत्येव, न तु वर्तते इत्यपि आयाति. इत्थमेव च सर्वत्र तत्तत्पदार्थविषयकज्ञानम् आदाय चिन्त्यम्, तथा च विषयतासम्बन्धः विषयितासम्बन्धः वा न आधार आधेयभावः भावसाधकः, अतः न वृत्तिनियामकः. कीदृशः तर्हि? वृत्तिनियामकः वृत्तिनियामकत्वाभाववान् आधेयता अनवच्छेदकः इति तर्कालङ्काराणाम् आशयः तत् ग्रन्थदर्शनेन प्रतीयते. अत्र यदा पदार्थस्य ज्ञानं भवति तर्हि पदार्थस्य ज्ञानस्य सम्बन्धः अस्ति. पूर्वस्मिन् परिच्छेदे पदार्थे ज्ञानम् अस्ति, अत्र ज्ञाने पदार्थः अस्ति, सः सम्बन्धः विषयता सम्बन्धः अस्ति. विषयता इति न मुख्यभेदः अत्र, किं विषयिता? विषयिता इति मुख्यभेदः. पूर्वं यत् भवत्या उक्तं, पूर्वं घटः ज्ञाने विषयता सम्बन्धेन, क्षम्यतां, ज्ञानं घटे विषयता सम्बन्धेन, यतोहि घटः विषयः, अत्र आत्मा विषयी, तस्मात् पदार्थः ज्ञाने विषयिता सम्बन्धेन. आं महोदय, ज्ञाने पदार्थः विषयिता सम्बन्धेन सम्बन्धः अस्ति, किन्तु वर्तते इति न वक्तव्यं, तेषां मतः अस्ति. यत्र यत्र पदार्थविषयकज्ञानम् अस्ति तत्र ज्ञाने पदार्थः विषयितासम्बन्धेन सम्बन्धेन भवति, सम्बन्धः अस्ति, किन्तु अत्र आधाराधेयभावः नास्ति, अतः वर्तते इति न वक्तव्यम्. विषयता सम्बन्धः एवं च विषयितासम्बन्धः आधाराधेयभावसूचकौ न स्तः, अतः तौ वृत्तिनियामकौ न स्तः. ते तौ तत्र अस्ति वृत्ति नियामकत्वं किम् अस्ति, तस्य लक्षणमस्ति वृत्तिनियामकत्वा अभाववान् आधेयता अनवच्छेदकः इति वृत्ति नियामकत्वमस्ति. तत् केचन गौरवः तस्य तेषाम् उक्तिः तदस्ति. మీరు మాట్లాడుతున్న వ్యక్తి మీ కాల్ ను హోల్డ్ లో ఉంచారు, దయచేసి లైన్ లో ఉండండి. The person you are speaking with has put your call on hold. Please stay on the line. आप जिस व्यक्ति से बात कर रहे हैं उसने आप ये विजय भगिनी, विजय भगिन्यः दूरवाण्या शब्दस्य अस्तु सम्यक् भगिनि, भवत्या उक्तं साधु एव. अत्र वृत्ति अनियामकः विषयतासम्बन्धः अथवा अपि च विषयितासम्बन्धः न आधारादयभावसाधकः, किन्तु वृत्ति अनियामकः. तत्र आधारादयभावः नास्ति, आदेयता अनवच्छेदकः, आदेयतायाः अवच्छेदकं न भवति इति तर्कालङ्काराणां मतम्. साधु अस्तु, अग्रे श्रीराम महोदय पठति वा, अन्म्यूट् कृत्वा. आम् महोदय, तस्मात् विषयतासम्बन्ध अवच्छिन्न ज्ञाननिष्ठ आधेयतानिरूपित अधिकरणता आत्मनि इति आत्मलक्षणनिरूपणे यदुक्तं, यच्च आकाशनिरूपणे शब्दनिष्ठविषयितासम्बन्ध अवच्छिन्न आधेयतानिरूपित अधिकरणतावत् शब्दविषयकं ज्ञानम् इति उक्तं, तद् उभयम् अपि भट्टाचार्यमतम् आदाय इति दिक्. इदानीं भट्टाचार्यमतम् इति अस्ति, त तस्मात् विषयतासम्बन्ध अवच्छिन्न ज्ञाननिष्ठ आधेयता इष्ट आधेयतानुरूपित अधिकरणता आत्मनि इदानीम् आत्मनि ज्ञानम् अस्ति आत्मनि ज्ञानम् अस्ति इति केवलं विषयतासम्बन्धं सम्बन्धेन स्वीकुर्मश्चेत् तदा ज्ञानशैल्या वाक्यम् इत्थं भवति विषयतासम्बन्ध अवच्छिन्न ज्ञाननिष्ठ आधेयता इदानीं ज्ञानम् आधेयः अस्ति तज्ज्ञानं विषयतासम्बन्धेन अवच्छिन्नम् अस्ति आधेयतानिरूपित अधिकरणता आत्मनि अधिकरणता आत्मनि अस्ति अधिकरणात् इति धर्मः आत्मनि अस्ति इति ज्ञानशैल्या दत्तमस्ति इति आत्मलक्षणनिरूपणे यदुक्तं यच्च आकाशनिरूपणे पुटसंख्या अस्ति षड् चत्वारिंशत् अष्टचत्वारिंशत् तत्र ज्ञानस्य विषये तत् अन्तिमवाक्यं शब्दोऽपि समवायेन आकाशे अत्र अत्र शब्दनिरू आकाशनिरूपणे अत्र यथा पूर्वं वाक्यं भवता उक्तं समानं पश्यतु आधेयता कुत्र अस्ति आकाशनिरूपणे आधेयता शब्दः अस्ति आकाशे वर्तते अतः शब्दनिष्ठविषयतासम्बन्ध अवच्छिन्न आधेयतानिरूपित अधिकरणता वत् शब्दविषयकं ज्ञानम् इदानीं ज्ञानं शब्दनिष्ठ विषयतासम्बन्ध अवच्छिन्न विषयतासम्बन्धेन अवच्छिन्न अधिकरणता आकाशे अस्ति तु शब्दविषयकं ज्ञानम् इति अस्ति महोदय शब्दविषयकं ज्ञानं तस्मिन् स्थले ज्ञानं शब्दनिष्ठ शब्दे विषयिता अस्ति खलु तत्सम्बन्ध अवच्छेन् आधेयतानिरूपित अधिकरणता वा शब्दविषयकं ज्ञानं ज्ञानमिति अधिकरणं यथा ज्ञानमिति अधिकरणमस्ति शब्दः आधेयः अस्ति यथा ज्ञानं विषयतासम्बन्धेन घटे अस्ति घटः विषयितासम्बन्धेन ज्ञाने अस्ति खलु सत्यम् इदानीं तदेव शब्दनिष्ठविषयितासम्बन्धेन समानं यथा एषः घटः अयं घटः इति ज्ञाने ज्ञाने घटः विषयितासम्बन्धेन अस्ति घटविषयकं ज्ञानं तथैव अत्र शब्दविषयकं ज्ञानं शब्दे विषयिता अस्ति शब्दविषयकं ज्ञानम् इदानीं शब्दे विषयतासम्बन्धेन ज्ञानं शब्दे वर्तते शब्दं ज्ञाने विषयितासम्बन्धेन वर्तते इति अधिकरणम् आधेयाधारभाव इति सूचितमस्ति सत्यं भिन्नरीत्या तद् उभयमपि भट्टाचार्यमतम् आदाय इति धिक् अत्र एवं भट्टाचार्यमतानुसारं तत्र आधारादेभावः अस्ति इति वा? हा, अत्र अस्मिन् पुस्तके विषय आत्मलक्षणरूपणे प्रथमवाक्यम् उक्तं, विषयता सम्बन्धवच्छिन्न ज्ञाननिष्ठाधेयतानुरूपित अधिकरणत आत्मनि यदुक्तं, विषयतासम्बन्धविषये अपि च शब्दनिष्ठविषयितासम्बन्धवाक्यं यदस्ति तद् वाक्यद्वयम् उभयमपि भट्टाचार्यमतं स्वीकृत्य एव वक्तुं शक्नुमः, न तु तर्कालङ्कराणां मतं यत् पूर्वं सीमाभगिन्या पठितं, तत्र आधारादेभावः निश्चितं नास्ति, तत्र विषयतासम्बन्धः वृत्ति अनियामकः, किन्तु अस्मिन् पुस्तके यदुक्तं तत्तु विषयतासम्बन्धः वृत्तिनियामकः इति स्वीकृत्य उक्तम्. उदाहरणद्वयम् अयम् आत्मा इति एकं ज्ञानम्, अयं शब्दः इति द्वितीयं ज्ञानं, शब्दविषयकं ज्ञानम्, आत्मलक्षणज्ञानम्, एकत्र विषयतासम्बन्ध अवच्छिन्न, अन्यत्र शब्दनिष्ठविषयितासम्बन्ध, द्वौ अपि परस्परसम्बन्धः केवलं भट्टाचार्यमतमनुसृत्य इति साधु इति यावत्. अत्र अत्र अहं चिन्तयामि यत् अत्र आत्मा अपि नित्यम्, आकाशः अपि नित्यम् इति कारणेन केषां मतम् अनुसारं तत्र विषये केवलं विषयतासम्बन्धे एव वर्तते, आधारादे भवन वर्तते. अत्र भट्टाचार्यमतानुसारं आत्मविषयकं ज्ञानम् अपि च शब्दविषयकं ज्ञानम् इति उभयत्र आधारादयभावः भवति इति. तस्मिन् वाक्ये पश्यतु, आधारादयभावः निरूपितं खलु, आधेयता निरूपित अधिकरण तावत् शब्दविषयकं ज्ञानम् अपि च आत्मनः ज्ञानम् आत्मनि इति यदुक्तं, ते वाक्ये उभयमपि भट्टाचार्यमतम् एव स्वीकृत्य वृत्तिनियामकत्वं स्वीकृत्य एव अस्मिन् पुस्तके तत्स्वीकृतम् इति. आकाशनिरूपणे अपि भट्टाचार्यमतम् अनुसृत्य एव वाक्यनिरूपणम् अभवत्. सत्यम्, अस्मिन् पुस्तके तत्स्वीकृतम्, विषयतासम्बन्धस्य वृत्तिनियामकत्वम् अस्मिन् पुस्तके एतावत् स्वीकृतम्. महोदय, तत्र संशयः अस्ति, किमर्थम् अन्य आचार्यः किमर्थम् आधारादेव न स्वीकुर्वन्ति, केवलं विषयतासम्बन्ध एव अस्ति न तु आधारादेभावः इति तेषां मतं, किमर्थं न जानामि. तत्र किम् अस्ति तथा किं तथा वर्गे न किञ्च अधिकं न उक्तं, केवलं तेषामेव ते न स्वीकुर्वन्ति न उक्तमस्ति, न उक्तं. सत्यं, भगिनि प्रश्नः अस्ति वा? आं महोदय, अत्र वाक्यद्वयमस्ति, अयम् आत्मा प्रथमवाक्यस्य निरूपणम् अस्ति, विषयतासम्बन्धावच्छिन्नज्ञाननिष्ठाधेयतानिरूपित अधिकरणता आत्मनि इति. द्वितीयवाक्यमस्ति अयं शब्दः. आं महोदय, तत्र शब्दनिष्ठविषयिता, अत्र प्रश्नद्वयमस्ति, अयं शब्दः अत्र ज्ञाने शब्दः वर्तते इति तेषां मतम् अस्ति, आं भट्टाचार्याणां मतम् अस्ति ज्ञाने शब्दः वर्तते इति वाक्यं साधु. आं महोदय, शब्दज्ञानम् इति शब्दस्य अर्थः इति न, केवलं शब्दं, शब्दं श्रूयते खलु कुत्रचित्, शब्दविषयकं ज्ञानं यत्र तादृशज्ञानं भवति तत्र शब्दनिष्ठविषयिता इति अस्ति, तत् दीर्घवाक्यम् अस्ति, तादृश आधार आधेयभावः अस्ति. ज्ञाने शब्दः वर्तते, अयं शब्दः, एवं च शब्दनिष्ठविषयता, तत् दीर्घवाक्यं, तत्सर्वं समानमस्ति. महोदय, अष्ट चत्वारिंशत् पृष्ठे अहं न दृष्टवती आकाशनिरूपणं, तत्र किञ्चित् भिन्नम् अस्ति, अभावस्य निरूपणम् अस्ति. स्फुटसङ्ख्यायाः दोषः भवति इति मन्ये. मया न प्राप्तं पुटसङ्ख्या किम् अस्ति भवितुमर्हति. 45 पञ्चचत्वारिंशत् पुटे शब्दगुणकम् आकाशः कति अस्ति, कन्तु किन्तु तत्र शब्द आकाशयोः तत्र 49 तत्र 49 इति समयपुटे प्रथमवाक्यं तत्र पश्यतु महोदय, भवतः प्रतिध्वनि अधिकमस्ति. तत्र अन्तिमवाक्यं 48 समयपुटे, अपि च तस्मात् 49 समयपुटे प्रथमवाक्यं विषयतासम्बन्धेन शब्दः वर्तन्ते, तासु समवायसम्बन्ध अवच्छिन्न आधेयता निरूपिता अधिकरणत्वात् अधिकरणतावत्त्वम् एव प्रकृते लक्षणमिति बोधनाय तत्र शब्दः शब्दस्य उक्तं खलु, तथा एव तत्र पेज् 62 इति तत्र रेफरेन्स् अस्ति. ज्ञानाधिकरणं मात्रा किञ्चित् सम्बन्धः अस्ति, सम्यक्तः तत्र न अस्ति, किन्तु साधु हरि ओम्, श्रूयते वा? इदानीं श्रूयते महोदय. ओ, पूर्वं न श्रुतं वा? न न न एवं वा, क्षम्यतां. तत्र अतिसम्यक्तया न उक्तं, किन्तु तत्र 49 तमे पुटे किञ्चित् शब्दनिरूपणम् आत्मनिरूपणं किञ्चित् अस्ति, साक्षात् तथा नास्ति, केवलं शब्दस्य पूर्वम् उक्तम् इति अस्ति खलु, तावदेव. अस्तु महोदय, आं प्राप्तं, धन्यवादः. अधिकम् अधिकं तु नास्ति सत्यम्. अग्रेश्वरं चलामः वा? आं महोदय, मम कृते सम्यक् अस्ति, अहम् अवगच्छामि. अस्तु, अग्रे पठतु कृपया. सर्वे सन्ति वा? भानुमहोदय अस्ति वा? सर्वे सन्ति खलु? हलो, हरि ओम्, के सन्ति? अहमस्मि महोदय, श्रीराम. भानुमहोदय अस्ति वा? भानुमहोदय अस्तु अस्तु अस्तु अस्तु, तर्हि सीमा भगिनी पठतु कृपया अग्रिमपरिच्छेदं. प्रकृतम् प्रकृतम् आत्मलक्षणम् अनुसरामः. ज्ञाननिष्ठसमवायसम्बन्धावच्छिन्न आधेयता निरूपिता अधिकरणता एव प्रकृतलक्षणे प्रविष्टा न तु कालिकालिसम्बन्धावच्छिन्न आधेयता निरूपित अधिकरणता अपि इत्येतत् बोधनाय अन्नभट्टैः ज्ञानाधिकरणम् इति उक्तम्। अन्यथा कालिकसम्बन्धावच्छिन्न ज्ञाननिष्ठा अधेयता निरूपित अधिकरणताश्र कालम् आदाय लक्षणे अतिव्याप्तिदोषः प्रसज्येत, अतः उक्तविवक्षा आवश्यकी इति ध्येयम्। अत्र आत्मनः लक्षणस्य विषये वयं स्मः। अत्र लक्षणमस्ति ज्ञाननिष्ठसमवायसम्बन्धावच्छिन्न आधेयता निरूपित अधिकरणता आत्मनि वर्तते। ज्ञानम् एव आत्मनः सम्बन्धः समवायसम्बन्धः अस्ति, न तु कालिकसम्बन्ध इत्यादि। पूर्वं दत्तमासीत् कालिक एवं स्वरूपसम्बन्धः एवं च अन्ये सम्बन्धाः दत्ताः सन्तः पूर्वं, ते सम्बन्धः अत्र न अत्र तेषां समावेशः नास्ति, यतोहि आत्मना सह ज्ञानस्य सम्बन्धः समवायसम्बन्धः अस्ति, गुणगुणिनोः सम्बन्धः अस्ति। अतः कालिकसम्बन्धावच्छिन्न निष्ठ आधेयता निरूपित अधिकरणता इत्यादि लक्षणे अतिव्याप्तिः न भवति, लक्षणस्य अतिव्याप्तिः तत्र न भवति। ज्ञानाधिकरणम् आत्मा इत्युक्ते समवायसम्बन्धः एव सूचितः अस्ति। तेन अन्येषु सम्बन्धेषु अतिव्याप्ति दोषः न भवति। तत् अत्र दत्तमस्ति, किन्तु मम प्रश्नः अस्ति अत्र तत्र कालिकसम्बन्धः बहुषु स्थलेषु अस्ति खलु। कालिकसम्बन्धः सर्वेषां पदार्थानाम् अस्ति महाकाले इत्युक्ते तदर्थम् अत्र तत् सम्बन्धः न स्वीकृतः। प्रश्नं पृच्छतु। किन्तु ज्ञानाधिकरणम् आत्मा, अत्र मम प्रश्नस्ति, नैयायिकानां मते यत्र अधिकरणमस्ति तत्र समवायसम्बन्धः एव अस्ति इति नास्ति, अतः ज्ञानाधिकरणम् आत्मा इति इत्युक्ते समवायसम्बन्धः कथं सूचितः अस्ति न जाने। क्षम्यतां, ज्ञानं गुणः अस्ति, अतः तस्य अधिकरणं यदि आत्मा अस्ति तेन सह समवायसम्बन्धः एव भवितुम् अर्हति। तदस्ति महोदय। सत्यं किन्तु भवत्या उक्तं तत् सत्यं, सर्वत्र तथा नास्ति खलु। घटः भूतले अस्ति, तत्र आधारादेयभावात् अस्ति, किन्तु तत् संयोगसम्बन्धः। अत्र अत्र ज्ञानं आत्मनः गुणः, तयोः समवायसम्बन्धः, तदर्थं समवायसम्बन्धः अवच्छिन्न आधेयत तन्निरूपित अधिकरणता आत्मनि। महोदय, अहम् एवम् अवगच्छामि, अस्मिन् विषये ज्ञानम् अपि च आत्मा अनयोः विषये बहवः मताः सन्ति। केचन वदन्ति तत्र आधारादेयभावः नास्ति, केचन वदन्ति आधारादेयभावः अस्ति इति। तद् सम्यक् अवगमनार्थमेव लक्षणवाक्ये ज्ञानाधिकरणम् आत्मा इति सूचितम् अस्ति इति पुस्तकस्य आचार्यः वदति वा? सत्यं सारांशरूपेण सत्यम् अस्मिन् पुस्तके तद् मतं स्वीकृतं. किं मतं? कस्य मतं? गदाधर भट्टाचार्याणां मतं, भट्टाचार्यमतं. तावदेव अस्ति. अस्तु महोदय, अग्रे भानुमहोदय पठति वा? सूचीकटाः न्यायः. प्रश्न, क्षम्यताम्, एकः अन्यः प्रश्नः अस्ति महोदय. यत्र अभावः अस्ति तत्र आधायाधे भावः एवं च वर्तते, तत् समीचीनं न वा? अत्र केवलं विषयता विषयिता सम्बन्धस्य विषये दत्तमस्ति. तत्र अभावविषये स्वरूपसम्बन्धः अस्ति खलु, स्वरूपसम्बन्धः, तत्रापि आधाराधे भावः अस्ति. किन्तु वर्तते तत् आधाराधे भावः अस्ति अतः वर्तते तत् पदं समीचीनम् अस्ति तत्र. यथा भूतले घटाभावः वर्तते, घटाभावः कुत्र वर्तते? भूतले. एवं स्वरूपसम्बन्धेन. एवं च कालिकसम्बन्धः यत्र अस्ति तत्रापि वर्तते पदं समीचीनम् अस्ति न वा? सत्यं, केवलं विषयतासम्बन्धविषये मतभेदः अस्ति, अन्यत्र मतभेदः नास्ति. सर्वैः अङ्गीकृतम्. अन्येषु सम्बन्धेषु आधारादये भावः सर्वैः स्वीकृतः, केवलं विषयत्वसम्बन्धविषये विवादः अस्ति. केवलम् अस्माकं सूचयति, अस्मिन् पुस्तके तु किं मतम् इति जानीमः अस्ति इति, आधारादये भावः अस्ति इति. तावदेव, किञ्चित् डिटूर् इव अस्ति, मुख्यविषयः तु इदानीमेव आगच्छति. धन्यवादः. अस्तु भानुमहोदय, अग्रे पठति वा? सूचीकटाः न्यायः. आं महोदय, सूचीकटाः न्यायः. आत्मनः विभागमाः जीवात्मेति. विभाग्रन्थे जीवात्मनः पूर्वनिर्देशोऽपि स्वरूपवर्णने ईश्वरनिरूपणं सूचीकटाः न्यायेन पूर्वं कृतम्. कोऽयं सूचीकटाः न्यायः? कस्यचित् लोहक इतोपि पठनीयं महोदय? पठतु, परिच्छेदं पठतु. कस्यचित् लोहकारस्य समीपं कटाहम् अपेक्षमाणः आदौ गतः, कटाहं साधय इति चोक्तवान्. तदनन्तरं गत्वा कश्चित् सूची अपेक्षते इत्याह. अनयोः मध्ये कस्य निर्माणं लोहकारः पूर्वं कुर्यात्? सूच्याः. कुतः अल्पायाससाध्या हि सूचिः, बहुश्रमसाध्यः बहुश्रमसाध्यः कटाः. उभयविधकार्यसन्निपाते यत् अल्पायससाध्यं तदेव हि पूर्वं क्रियते लोके. अयं सूचीकटाः न्यायः इह ग्रन्थकारेण उपयुक्तः. ईश्वरः यद्यपि पश्चात् निर्दिष्टः तथापि तत्र न बहु वक्तव्यमस्ति. जीवनिरूपणे हि तस्य प्रतिशरीरं भेदः निरूप्यः इति आयासबाहुल्यम् आलोच्य ईश्वरः आदौ निरूपितः. महोदय, अहं चिन्तयामि प्रस्तावना यदस्ति जीवनिरूपणानन्तरम् ईश्वरनिरूपणं यद्यपि अस्ति, ईश्वरस्य प्रस्तावनं किमर्थं प्रथमतया आनेतव्यम् अत्र इति ग्रन्थकारः वदति अत्र. सारांशरूपेण तावदेव, यतोहि लक्षणवाक्ये किम् आसीत्, सः द्विविधः ज्ञानाधिकरणम् आत्मा, सः द्विविधः जीवात्मा परमात्मा च इति. पूर्वं जीवात्मा इति उक्तं, किन्तु महोदय पठतु पठतु पङ्क्तिषः पठित्वा आत्मनः विभागम् आह जीवात्मेति. एतत् जीवात्मेति इति तर्कसङ्ग्रहेण अस्ति महोदय वाक्यं. जीवात्मा परमात्मा इति द्वयम् अतः महोदय विभागग्रन्थे जीवात्मनः पूर्वनिर्देशः निर्देशः अपि स्वरूपवर्णने ईश्वरनिरूपणं महानिमिषम्. अत्र जीवात्मनः पूर्वनिर्देशे अपि निर्देशे इति सति सप्त पूर्वनिर्देशे अपि तथा महोदय पूर्वनिर्देशे अपि महोदय स्वरूपवर्णने ईश्वरनिरूपणं स्वरूपवर्णने इत्युक्ते जीवात्मस्वरूपं किम् इति तस्मिन् वर्णने ईश्वरनिरूपणं सूचीकटाहन्यायेन पूर्वं कृतं महोदय. पूर्वं कृतम् इत्युक्ते वयं न पठितवन्तः इति न अस्मिन् परिच्छेदे प्रथमम् ईश्वरनिरूपणं भविष्यति, अनन्तरं जीवनिरूपणं जीवात्मनः निरूपणं भविष्यति इति स्वीकृतं. किमर्थं सूचीकटाः न्यायेन विभागग्रन्थे इत्युक्ते महोदय विभागग्रन्थे पूर्वं विभागः उक्तं खलु, ज्ञानाधिकरणम् आत्मा सः द्विविधः जीवात्मा परमात्मा च इति विभागः खलु. विभाग इत्युक्ते सेक्षन् इति महोदय. भागद्वयं कृतं खलु पूर्वं महोदय. अस्तु महोदय, कः अयं सूचीकटाः न्यायः कः? कश्चित् लोहकारस्य समीपं कटाहम् अपेक्षमाणः महोदय. कटाहम् इत्युक्ते किं कृपया वदतु महोदय? यत्र पाकं कुर्मः तत्र बृहत् पात्रमस्ति, लोहपात्रम् अस्ति, यथा हिन्दीभाषायां कडायि वदामः खलु, हिन्दीभाषायां कडायि पात्रमस्ति यस्मिन् पाकं भवति. किं बुद्धम्? ओ एकं बृहत् पात्रं कटाहम् इत्युक्ते पाकस्य कृते महोदय. कटाहं साधय इति स उक्तवान्, सः चिन्तयति अहं कटाहम् आनयामि इति. तदनन्तरं गत्वा कश्चित् सूची अपि इति आह. सूची इत्युक्ते नीडिलेव महोदय तत्र. सत्यं सत्यम्. ओहो सूची महो आनयोर्मध्ये कश्चित् निर्माणं लोहकारः पूर्वं कुर्यात्. अहो कटाहनिर्माणं वा सूचीनिर्माणं पूर्वं करोमि वा इति सः चिन्तयति. महोदय साधु वा महोदय? सत्यं, एकः आगच्छति लोहकारं प्रति, एकः कटाहः इच्छति, अपरः अनन्तरम् आगच्छति, सः सूची इच्छति, तयोः मध्ये लोहकारः किं पूर्वं कुर्यात्? सूची किमर्थं चिन्तयति? किमर्थम्? अल्प आयाससाध्या हि सूचिः, बहुश्रमसाध्यः कटाहः. सत्यं स्पष्टमिति मन्ये अहं महोदय. अल्पायासः उभयविधकार्यसन्निपाते यत् अल्पायससाध्यं तदेव पूर्वं क्रियते लोके. लोके यदस्ति प्रथमतया सुलभसाध्यकार्याणि यत्सन्ति ते कुर्वन्ति साधारणरीत्या. अयं सूचीकटाहन्यायः यः ग्रन्थकारेण उपयुक्तः. ईश्वरः यद्यपि पश्चात् निर्दिष्टः तथापि तत्र न बहु वक्तव्यमस्ति. अहो ईश्वरविभागेन यद् यद्यद् वक्तव्यं तत्सर्वं सुलभमस्ति, किञ्चिदेव विषयमस्ति. अतः प्रथमतया ईश्वरनिरूपणं करोति सः प्रायः. जीवनिरूपणे हि तस्य प्रतिशरीरं भेदः निरूप्यः इति आयासबाहुल्यम् आलोच्य ईश्वरः आदौ निरूपितः. प्रत्येकस्मिन् जीवः भेदः अस्ति इति तार्किकचिन्तनमस्ति. तस्य निरूपणार्थं तदनन्तरं बहु गौरवं चिन्तनम् अस्ति तत्र. अतः अनन्तरम् एतत् प्रस्तावना अस्ति. तावत् सत्यं, तावदेव. ईश्वरः जीवाः बहवः, ईश्वरः एकः इति प्रतिशरीरं भेदः अस्ति. तत्र आयासबाहुल्यम् इतोपि अधिकं प्रयत्नम् अवश्यं जीवनिरूपणे. तदर्थम् ईश्वरस्य निरूपणम् आदौ भवति इति. साधु, प्रश्नः अस्ति वा? आं महोदय, साधु महोदय. अस्तु, अग्रे श्रीराम महोदय. ईश्वरसाधकम् अनुमानम्. अस्तु, ईश्वरसाधकम् अनुमानं यथा आकाशनिरूपणावसरे श्रूयमाणः शब्दात्मकगुणः आश्रयेण विना न भवति इति तस्य आश्रयत्वेन आकाशः कल्पितः. यथा वा वायुनिरूपण अवसरे अनुभूयमानः विजातीयः स्पर्शः आश्रयेण विना न भवति इति तदाश्रयत्वेन वायुः अतिरिक्तं द्रव्यं साधितं तद्वत् ईश्वर अनुमानाय प्रसिद्धः ज्ञायमानः न कोऽपि गुणः वर्तते. यम्मादाय तदाश्रयत्वेन ईश्वरः सिद्ध्येत्. अतः अत्रत्या रीतिः अस्ति अन्यादृशी. अस्तु महोदय, अत्र आकाशनिरूपणे शब्दः गुणः तस्य आधारः भवति आकाशः. अनुमानेन ग्रन्थाकारेण ग्रन्थाचार्येण निरूपितं. तत्र आकाशः कल्पित इत्युक्ते तत्र अनुमानेनैव ज्ञायते. यथा तादृशमेव वायुनिरूपणे स्पर्शः गुणः अस्ति. स्पर्शगुणस्य आधारः यत्किमपि भवति इति स्वीकृत्य अनुमानेन वायुः इति द्रव्यं निरूपितम्. इदानीम् ईश्वरः अस्ति. ईश्वरी कोऽपि गुणः न स्वीकुर्मः. कमपि गुणं स्वीकृत्य ईश्वरस्य निरूपणं न भवति. अतः अन्यरीत्या ईश्वरस्य निरूपणं करणीयः इति आचार्यः वदति. न कोऽपि गुणः वर्तते येन यस्य आश्रयः ईश्वरः इति न वक्तुं शक्नुमः. तस्मात् अन्यादृशी निरूपणं भवेत् इति. साधु, प्रश्नः अस्ति वा? अस्तु, नो चेत् सीमा भगिनी अग्रे पठति वा. ज्ञायमानः इति इटालिक्स् संस्कृतभाषायां किं महोदय? दद्वीनो जायमानः इति येन ज्ञायते येन ज्ञातुं शक्नुमः ज्ञायमानः किं येन ज्ञायते अहं जानामि महोदय ऐटानिक्स् इति किमर्थं तत्र अस्ति इति इत्युक्ते प्रसिद्धः इत्युक्ते ज्ञायमानः प्रसिद्ध प्रसिद्धपदस्य अन्य अन्यरीत्या वक्तुं ज्ञायमानः प्रसिद्धः वा ज्ञायमानः वा न कोऽपि गुणः महोदय अन्यप्रश्नः संस्कृतभाषायां किं महोदय न जानामि अपि च अत्र यावद् वयं जानीमः ईश्वरस्य गुणः नास्ति किन्तु वयं ईश्वरं सम्पूर्णतया जानीमः इति न वक्तुं शक्नुमः खलु ईश्वरः ईश्वरः अस्ति सत्यं यावत् वयं जानीमः ईश्वरे न कोऽपि गुणः वर्तते अस्माकम् अवगमने ईश्वरः निर्गुणः पर्यन्तमेव अस्माकम् अवगमने ईश्वरः निर्गुणः इति अस्ति तत् नैयायिकैः उक्तं महोदय हा हा न कोऽपि गुणः वर्तते खलु येन यस्य आदाय आधारेण वक्तुं ओहो अस्य आश्रयः ईश्वरः भवेत् इति न तादृश किमपि नास्ति निर्गुण ईश्वरस्य अङ्गीकारः अस्ति इति भाति हा सत्यम् गुणस्य आश्रयः सः नास्ति इति उक्तम् यस्य आश्रयः ईश्वरः अस्तु अग्रे सीमा भगिनि दण्डचक्रादि दण्डचक्रादिकारणसमवधानेपि यदि कुलालः न भवति न घटः उत्पद्यते तन्तुतुरीवमेवादिरूपकारणसत्त्वेपि यदि तन्तुवायः न भवति न पटः उत्पद्यते तेन इदम् अवगच्छामः यत् किमपि कार्यम् उत्पादनीयं चेत् अचेतनाः कपालचक्रादयः यथा अपेक्षिताः तथैव चेतनः अपि कश्चित् आवश्यकः तेन ईदृशनियमः आगतः किञ्चित् कार्यमुत्पद्यते चेत् चेतनापेक्षा वर्तते एवं सति यत्र अस्मादृशाः अल्पज्ञाः कुलालादयः न वर्तन्ते तथापि कार्योत्पत्तिः दृश्यते यथा द्वेणुकादिसंयोगपरम्परया महापृथ्वीगोलः महज्जलं सूर्यादि तेजांसि उत्पद्यन्ते तत्र यः चेतनः अस्मदादिभिन्नः स्वीकर्तव्यः भवति सः एव ईश्वरः अत्र घटनिर्माणसमये दण्डचक्रादि अपेक्षिताः सन्ति ते घटप्रत्ययकारणाः भवन्ति किन्तु जडपदार्थाः सन्ति चेदपि यदि कुलालः न भवति घटस्य उत्पादनं भवितुं न शक्यते अतः तथैव तन्तु तुरीव किमस्ति महोदय तुरीव तुरीवेम तुरीवेम यन्त्रमस्ति गान्धीजी तस्य यस्य उपयोगं करोति तादृशं चक्रं किमपि यन्त्रं तन्तु तुरिवेम आदि सन्ति चेदपि यदि तन्तुवायः न अस्ति तर्हि पटस्य उत्पादनं न भवति अतः कार्यस्य कृते अचेतनकारणाः आवश्यकाः सन्ति अपि च कश्चित् चेतन कारणः अपि आवश्यकः अस्ति तेन नियमेन अत्र द्वेणुकादि संयोगपरम्परया महापृथ्वीगोलः एकनिमिषं तस्मात् पूर्वं तेन इत्युक्ते तेन तेन उदाहरणेन इत्युक्ते उदाहरणेन ईदृशनियमः आगतः कः नियमः कश्चित् कार्यम् उत्पद्यते चेत् चेतनापेक्षा वर्तते अत्र कार्यम् इत्युक्ते यत् पूर्वं न आसीत् तत् कार्यं यस्य जनकं भवति यज्जायते तत् कार्यं सत्यं तादृशपदार्थस्य कार्यम् उत्पद्यते चेत् यथा भवत्या उक्तम् अचेतनाः पदार्थाः आवश्यकानि पदार्थः आवश्यकः अपि च चेतनापेक्षा अस्ति वर्तते चेतनापेक्षा वर्तते एवं सति यत्र एवं सति अस्माकं सदृशाः अल्पज्ञः न वर्तन्ते तथापि कार्योत्पत्तिः दृश्यते यथा महापृथ्वी गोलः महज्जलं सूर्यादि तेजांसि इत्यादि द्वणुकादिसंयोगेन संयोगपरम्परया उत्पद्यन्ते इति दृश्यन्ते तत्र ते सर्वाणि कार्याणि सन्ति तानि सर्वाणि कार्याणि सन्ति तत्रापि चेतनस्य अपेक्षा भवति अतः अत्र चेतनस्य अस्मदात् भिन्नः यतोहि अस्माभिः तानि कार्याणि उत्पादयितुं सामर्थ्यम् अस्मासु तानि कार्याणि उत्पन्नार्थं सामर्थ्यं नास्ति अतः अस्माद् भिन्नः कश्चित् चेतनः अस्ति येन सर्वैः उत्पद्यते येन सर्वाणि कार्याणि उत्पद्यते तत् स्वीकर्तव्यः अस्ति सः एव ईश्वरः सम्यक् साधु खलु स्पष्टमिति मन्ये प्रश्नः अस्ति वा अस्तु तर्हि इतोपि एकं परिच्छेदं भानुमहोदय पठति वा तस्य आं महोदय एकनिमिषं महोदय ईश्वर महोदय क्षम्यता महोदय तस्य अल्पज्ञत्वे इति महोदय तदेव सत्यं तस्य अल्पज्ञत्वे कुलालादिभ्यः वैलक्षण्यं न स्यात् इति सः सर्वज्ञः आकाशनिरूपणे उक्तरीत्या अनुमानेन यः पदार्थः सिद्ध्यति तस्य बहुत्वसाधकयुक्तिः यदि नास्ति तदा तस्य एकत्वे लाघवमिति तस्य एकत्वम् अपि सिद्ध्यति अस्मादादिभ्यः तस्य ईदृशं विलक्षणत्वं वक्तुं परमात्मा इत्युक्तं सरः उत्कृष्टः उत्कृष्टस्य ज्ञानेच्छाकृतीनां नित्यत्वात् सुखदुःखादीनां परमात्मनि असत्त्वात् बोध्यः तस्य अल्पज्ञत्वे कुलादिभ्यः महोदय यत्कोपि कुलालः अस्ति स्वर्णकारः अस्ति एतत् लोहकारः अस्ति इत्यादि तेषु विलक्षणं भवेत् परमात्मा ईश्वरः इति उक्त्वा वयं सर्वे तु अल्पज्ञः एव उपादरीत्या ईश्वरः न स्यात् इति ईश्वरः सर्वज्ञः इति महोदय सत्यम् अत्र प्रथमवाक्ये तस्य कस्य तस्य इत्युक्ते कस्य तस्य अल्पज्ञत्वे तस्य कस्य ईश्वरस्य अल्पज्ञत्वे खलु यदि ईश्वरः अल्पज्ञः नास्ति सत्यं तदर्थं पृच्छामि ईश्वरस्य अल्पज्ञत्वे एवम् अस्ति चेत् कुलालादिभ्यः वर्णलक्षण्यं कथं स्यात् ईश्वरापि अल्पज्ञः अस्ति चेत् कथं कुलालादिभ्यः विलक्षणः तस्मात् ईश्वरः अल्पज्ञः न भवेत् सर्वज्ञः भवेत् इति शुद्धं वाक्यस्य शैली केवलं वाक्यशैली बहु उत्तमं महोदय. आकाशनिरूपणे उक्तरीत्या अनुमानेन यः पदार्थः सिद्ध्यति आकाशं यदस्ति तद् कथं निरूपणीयम् इत्युक्ते अनुमानप्रमाणेन महोदय तथैव ईश्वरः अपि सर्वज्ञः इति अनुमानेन क्रियतां महोदय. तस्य निरूपणम् ईश्वरस्य निरूपणमपि अनुमानेनैव कर्तव्यं अत्र तथा साक्षात् न उक्तम्. अत्र किमुक्तम् इत्युक्ते यथा आकाशनिरूपणे अनुमानेन आकाशः सिद्ध्यति तस्य बहुत्वसाधकयुक्तिः इत्युक्ते आकाशः एकः एव इति स्वीकर्तुं खलु किमर्थं बहुत्वसाधक बहुत्वं न स्वीकृतं तत्र लाघवं नास्ति. यत्र अनुमानेन किमपि वयं स्वीकुर्मः तत्र यावत् शक्यते तत्र एकत्वम् एकत्वे लाघवम् अस्ति. यथा अयं पञ्च पुस्तकानि पश्यामि तत्र पञ्चपुस्तकं प्रत्यक्षेण भवति साधु तत्र चिन्ता नास्ति. किन्तु यत्र अनुमानं करोमि ओहो आकाशः भवेत् नो चेत् शब्दस्य आश्रयः नास्ति इति अनुमानं यदा करोमि तत्र किं स्वीकरोमि एकः आकाशः स्वीकरोमि वा भिन्न आकाशाः स्वीकरोमि वा एकमेव स्वीकरोमि. किमर्थं तत्र लाघवम् अस्ति बुद्धम् एकत्वे लाघवम् अस्ति तदर्थम् आकाशनिरूपणे एकः आकाशः अस्माभिः स्वीकृतं तथा एव अत्र यत्र ईश्वरस्य अनुमानम् अस्माभिः कृतम् इदानीं कृतं तत्र ईश्वरः एकः इति स्वीकर्तव्यम् बुद्धं. यथा आकाशनिरूपणे उक्तरीत्या अनुमानेन यः पदार्थः सिद्ध्यति तस्य बहुत्वसाधकयुक्तिः इति नास्ति तदा तस्य एकत्वे लाघवं तथा एव अत्र ईश्वरस्य ईश्वरः एकः इति वदामः. नो चेत् बहवः ईश्वराः अपि वक्तुं शक्यते खलु तथा न वदामः ईश्वरः एकः बुद्धम् आं महोदय. अस्मदादिभ्यः तस्य बहुत्वसाधकयुक्तिः यदि नास्ति तदा तस्य एकत्वे लाघवम् इति तस्य एकत्वं विद्यते भवान् इदानीमेव वदति. अस्मादादिभ्यः तस्य ईदृशं विलक्षणत्वं वक्तुं परमात्मा इति उक्तम्. परमात्मा इति पदं किमर्थं ग्रन्थेन प्रयुज्यम् इत्युक्ते ईदृशं विलक्षणत्वं वक्तुं महोदय ईदृश विलक्षणम् अस्ति तर्हि ईश्वरस्य नाम परमात्मा इति एकः पारिभाषिकपदं कृतं तद् महोदय. अस्मदादिभ्यः विलक्षणत्वम् असाधारणत्वम् ईश्वरः अस्मदृशं नास्ति ईश्वरः उत्कृष्टः परमात्मा इति उक्तम् वैलक्षण्यम् ईश्वरापि अन्यजीवः इति नास्ति तस्य महत्त्वं महोदय. महोदय, ईदृशम् इत्युक्ते सर्वज्ञः एकः तत् ईदृशं विलक्षणत्वम्. ईदृशं विलक्षणत्वम् इत्युक्ते सर्वज्ञत्वम् अस्ति, एकत्वम् अस्ति ईश्वरे, किन्तु अस्मासु अल्पज्ञत्वम् अस्ति एवं च अनेकत्वम् अस्ति. सत्यं तत्तु अस्ति. ईश्वरः विलक्षण, ईश्वरस्य विलक्षणं भवेत् तदर्थं परमात्मा इति पदं पुस्तके उक्तं. जीवात्मा परमात्मा इति उक्तं खलु. किमर्थं परमात्मा अग्रे पठतु महोदय. उत्कर्षस्य ज्ञान ज्ञान इच्छा कृतीनां नित्यत्वात् सुख दुःखादीनां परमात्मनि असत्वात् बोध्यः सः सर्वज्ञः अपि परमात्मा उत्कृष्टज्ञानमस्ति. इच्छा ज्ञानेच्छा कृतीनां नित्यत्वात् ईश्वरे यः ईश्वरे यः ज्ञानेच्छा कृतिः अस्ति ते नित्याः, अपि च सुखदुःखादीनाम् असत् सुखदुःख नास्ति, ते गुणः नास्ति ईश्वरे. किन्तु ज्ञानेच्छा अस्ति महोदय. हा, ज्ञानेच्छा कृतिः अस्ति परमात्मनि, ज्ञानम् अथवा इच्छा अस्ति इति क्रिया अपि इच्छाशक्ति ज्ञानशक्ति क्रियाशक्ति नित्यः. अस्मासु अस्ति यद् अस्मासु अस्ति तथा न, तस्मात् विलक्षणम् ईश्वरः उत्कृष्टः. उत्कर्षज्ञानम् उत्कर्ष इच्छा उत्कर्षकृतीनां अथवा अथवा न नित्यत्वात् च ईश्वरे सन्ति, किन्तु सुखदुःखादीनां परमात्मनि नास्ति न सन्ति इति असत्वात् बोध्य. महोदय अत्र समयः अभवत्. प्रश्नः अस्ति वा, नो चेत् अत्र स्थगितुं शक्नुमः. महोदय, ईश्वरस्य लक्षणे विभुत्वं नास्ति, किन्तु ईश्वर विभुः अस्ति नैयायिकानां मते अपि. कुत्र लिखितं भगिनि? तत्र द्विषष्टि पुटे तत्र ईश्वरः सर्वज्ञः परमात्मा एक एव, अत्र विभुः नास्ति. जीवस्य लक्षणे विभुत्वम् अस्ति, जीवस्तु प्रतिशरीरं भिन्नः विभुर्नित्यश्च. जीवः विभुः नित्यः च प्रतिशरीरं भिन्नं इति अस्ति खलु. किमर्थम् अग्रे उच्यते, अग्रे आगच्छति? आम् आम् आम्, किन्तु ईश्वरस्य लक्षणे नास्ति विभुत्वं, तद् मम प्रश्नः. ईश्वरः सर्वज्ञः परमात्मा एकः एव. तत्र विभुद्रव्यम् इत्युक्ते किं, तद् द्रष्टव्यम्. ईश्वरः द्रव्यमिति न वक्तुं शक्नोमि. ईश्वर ईश्वरात् ईश्वर तादृश कोऽपि नास्ति, किमपि नास्ति खलु. तर्हि तत्र किं वक्तव्यमिति अग्रे द्रष्टव्यम्. केवलम् ईश्वर अस्ति इति तस्य अनुमानम् एव एतावता उक्तम्. अस्तु, धन्यवादः. धन्यवादः. अस्तु महोदय. धन्यवादः. हरि ओम् महोदय. धन्यवादः. अस्तु सर्वं. हरि ओम् महोदय.